नमस्कारः. अद्य नूतनपाठः जुहोत्यादिगणे अजन्तदातवः इति पाठः गतसप्ताहे अभवत्. अतः अग्रिमपाठः इकारान्तानाम् उकारान्तानां च अङ्गानाम् अजादि अपित्सु समग्रचिन्तनम् इति पाठः. जुहोत्यादिगणे कोऽपि प्रश्नः अस्ति वा गतसप्ताहस्य विषये? सर्वं स्पष्टं वा? तत्र किमपि नूतनसूत्रमासीत् वा? स्पष्टमेव किल. अस्तु, अस्मिन् पाठे अभ्यासः एव भवति इकारान्तानाम् उकारान्तानां समग्रचिन्तनं. वयं तु सूत्राणि जानीमः एव पूर्वं, तस्य समग्रचिन्तनमेव तावदेव. प्रायः तद् समाप्य धातुपाठे हल्सन्धिः. धातुपाठे हल्सन्धिः इति पाठः चत्वारः भागाः सन्ति. तत्र तु वयं विस्तृतरूपेण पश्यामः. तद् पाठः प्रायः किञ्चित् अभ्यासाः अपि अधिकम् अभ्यासान् कृत्वा अग्रे सरामः. तस्मिन् पाठे धातुपाठे हल्सन्धिः इति इकारान्तानाम् उकारान्तानां च अङ्गानाम् अजादि अपित्सु समग्रचिन्तनम् इति किञ्चित् लघुपाठः एव. तद् प्रायः अद्य समापयामः. अस्तु, उषा भगिनी पठति वा? आं भगिनि. ओके. इकारान्तानाम् उकारान्तानां च अङ्गानाम् अजादि अपित्सु समग्रं चिन्तनम्. इति योगः अस्ति, इत्यस्ति, लघु योगः अतः लघ्वतः इति व्यवस्था. संस्कृतभाषायां यत्र कश्चन इक् वर्णः अस्ति, परश्च कोऽपि अच् वर्णः, तत्र अव्यवहितस्थित्याम् इक् स्थाने यण् आदेशः भवति इति अस्माकं सामान्यनियमः. इको यणचि इति सूत्रम् इकः स्थाने यण् स्यात् अचि संहितायां विषये इति प्रसिद्धा वृत्तिः. यण्सन्धिः इति वदामः. कण्टिन्यू भगिनि. अतः न, अत्र कः अर्थः इति यण्सन्धि इको यण्सन्धि विवरणं दत्तम्. इको यणचि इति सूत्रम् इकः स्थाने यण् स्यात् अचि परे इति वृत्तिः. उदाहरणम् अस्ति, इति योगः अस्ति, इत्यस्ति, इकार तकार ई योगः अस्ति, इकारस्य स्थाने यकार आदेशः भवति, इत् यस्ति, लघुयोगः अतः लग्वतः, उकारस्य स्थाने वकारः आदेशः लग्वतः, इकः इति प्रत्याहारे यण् इति आदेशः भवति, इ उ ऋ स्थाने य र व ल इति आदेशः भवति. इकः स्थाने यण् आदेशः भवति संहितायां विषये इति संहितायां तदेव अव्यवहितस्थित्याम् इति संहिता यदा अस्ति चेदेव तत्र यण्सन्धेः प्राप्तिः इति वदति. अग्रे पठतु भगिनि. अतः इकारः प्राक् परश्च कोऽपि स्वरः संहितायां विषये ई स्थाने यकारः, उकारः प्राक् परश्च कोऽपि स्वरः संहितायां विषये ऊ स्थाने वकारः इति सामान्यम्. परन्तु धातुविषये वार्ता भिन्ना भवति. तिङन्तपदस्य निर्माणावस्थायां सामान्यं भिन्नम् इति. तत्र इको यणचि इति सूत्रं प्रबाद्य अचिष्णुधातु ब्रुवाम् इवोरियङ् उवङ्गौ इति सूत्रेण इयङ् उवङ् च सामान्यं भवति. अनेन सूत्रेण अजादिषु प्रत्ययेषु इकारान्तधातुरूपि अङ्गस्य इकारस्य स्थाने इयङ् आदेशः, उकारान्तधातुरूपी अङ्गस्य च उकारस्य स्थाने बुवङ् आदेशः भवति. अयं सामान्यनियमः, परन्तु अपवादाः सन्ति. अपि च इकारान्तानां च उकारान्तानां च सूत्राणाम् आकृतिः भिन्ना, अतः कदाचित् ब्रह्मात्मकः विषयः. तर्हि अत्र तस्य समग्रं चिन्तनं कुर्मः, येन विषयः पूर्णतया स्पष्टः स्यात्. यण्स्तन्ति इकारः प्राक् कोऽपि स्वरः संहितायां विषये ई स्थाने यकारः, इको यणचि इति विवरणं दत्तं. धातुविषये इको यणचि इति सूत्रं प्रबाद्य अचिष्णुधातुभ्रुवां युवोरियङ्गुभङ्गौ इति सूत्रं कनेक्षन् वट् वि से सूत्रं प्रसक्तिः अस्ति, प्रसक्तिः ओके प्रसक्तिः अस्ति. अनेन सूत्रेण अचिष्णुधातुभ्रुवां युवोरियङ्गुभङ्गौ सूत्रेण अजादिषु प्रत्ययेषु इकारान्तधातुरूपी इकारस्य स्थाने गियङ् आदेशः, उकारान्तधातु चेत् उकारस्य स्थाने उवङ् आदेशः भवति, यण् आदेशः न भवति. अचिष्णुधातुभ्रुवां युवोरियङ्गुभङ्गौ सूत्राय अपवादाः सन्ति. फार् देट् सूत्राय सूत्रस्य अपवादाः सन्ति. ओके, तत्र समग्रं ओके कुत्र अपवादः प्रसक्तिः अस्ति, कुत्र अचिष्णुधातुभ्रुवां युवोरियङ्गुभङ्गौ प्रसक्तिः अस्ति इति चिन्तनम् अत्र दत्तं. सारि, इट्स् कमिङ्ग् अप् अस्मिन् पाठे दत्तम्. ओके, समीचीनम् अस्तु. अतः तत्र यदा वयम् इति योगः अस्ति, लघुयोगः अतः इति पश्यामः चेत् पदद्वयमस्ति, पदद्वयं सुप्तिङन्तं पदम् इति पदमस्ति. तत्र इकोयणचि इति सूत्रस्य सर्वसामान्यसूत्रस्य एव प्रसक्तिः, तत्र अचिष्णुधातुभ्रुवाम् इत्यस्य प्रसक्तिः कदापि न भवति इति एकः मुख्यविषयः. परन्तु यदा वयम् अस्माकं धातुनिर्माणं वा तिङन्तपदस्य निर्माणं कुर्मः, तत्र अस्माकम् अचिष्णुधातुभ्रुवां धातुविषये तु यदा महोदयेन लिखितम् अत्र एव, धातुविषये वार्ता भिन्ना, तत्र भिन्नविषयः एव. इकोयणचि इति सामान्यसूत्रमस्ति, तद् प्रभाद्य अचिष्णुधातुभ्रुवां युवोरियङ्गुवङ्गौ इत्यस्य प्रसक्तिः अस्ति. परन्तु अचिष्णुधातुभ्रुवां युवोरियङ्गुवङ्गौ अपि सामान्यसूत्रमेव, उत्सर्गसूत्रमेव, तस्य अपवादाः सन्ति. सर्वसामान्यम् इकोयणचि, सामान्यसूत्रम् अचिष्णुधातुभ्रुवाम् उत्सर्गतु सूत्रं, तस्य अपवादाः अपि सन्ति इकारान्तानाम् उकारान्तानां धातुरूपी अङ्गानां कृते इति. अस्तु, धन्यवादः भगिनी. श्रीवल्ली भगिनी अग्रे पठति वा? भगिनी प्रश्नः अस्ति वा? उषा भगिनि, नो भगिनि, ऐ हेव् मम अहं संस्कृतेन वक्तुं न शक्नोमि भगिनि. न, सम्यक् एव वदति भगिनि, इदानीं सम्यक् एव उक्तवती किल, समीचीनमेव भगिनि. भवती अवगच्छति तत् सम्यक्, तद् आगच्छति भगिनि, अभ्यासः एव, नास्ति चिन्ता. अत्र यत् विषयः अस्ति किल, मूलविषयः इति वदामः, तद् भवती अवगच्छति, आगच्छति यदा, तदेव मुख्यविषयः किल. मूलः विषयः कः इति अवगन्तव्यं प्रथमं, तद् संस्कृतेन अभ्यासेन आगच्छति, तत् किमपि कष्टं नास्ति नास्ति चेत्. धन्यवादः. आं भगिनि, सूत्राणि ई प्रसङ्गे लघु दीर्घ ईकार प्रसङ्गे अचिष्णु धातुभ्रुवं युवरिङु वङ्ग ष्णु प्रत्यान्ताङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु चिनु इत्यनयोः इकारान्त उकारान्त धातुरूपी अङ्गस्य भ्रू प्रातिपदिकस्य येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादिप्रत्यये परे. श्नु प्रसङ्गे प्रत्ययग्रहणे तदन्तग्राह्याः इति परिभाषया तदन्तविधिः. अनेन यस्य अङ्गस्य अन्ते श्नु प्रत्ययः स्यात् तस्मात् इत्यर्थः. योः इति विशेषणं धातुशब्दस्य एव, यतोहि श्नु प्रत्ययान्ताङ्गम् भू प्रातिपदिकं च उकारान्तः एव, अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति. तर्हि धातु इत्येव अवशिष्यते, तस्य कृते व्योः इति विशेषणं योग्यम्. येन विधिः तदन्तस्य इत्यनेन यस्य धातोः अन्ते इकार उकारः स्यात् इकार उकारः स्यात् इति अर्थः. श्नुश्च धातुश्च भ्रुश्च तयोः इतरेतरद्वन्द्वः. श्नु धातुभ्रुवः तेषां स्नु धातुभ्रुवाम् इश्च उश्च तयोः इतरेतरद्वन्द्वः. यू तयोः योः इयञ्च उवञ्च तयोः इतरेतरद्वन्द्वः इयङुवङ्गौ. अचि सप्तम्यन्तं, श्नु धातुभ्रुवं षष्ट्यन्तं, योः षष्ट्यन्तम्, इयङुवङ्गौ प्रथमान्तम्. अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं योः श्नु धातुभ्रुवम् अङ्गानाम् इयङुवङ्गौ अचि. भगिनि, अतिष्णु धातुभ्रुवं युवरिङ्गुवङ्गौ सूत्रस्य विवरणं दत्तमस्ति. अङ्गाधिकारे अयं सूत्रम् अङ्गाधिकारे अस्ति. विवरणं श्नु प्रत्ययान्त अङ्गस्य, श्नु प्रत्ययः स्वादिगणस्य अङ्गस्य आयाति. स्वादिगणस्य अङ्गस्य यथा शक्नु, उदाहरणं शक्नु चिनु इति अनयोः श्नु प्रत्ययान्ताङ्गस्य इति अर्थः. इकारान्त उकारान्त धातुरूपी अङ्गस्य, अत्र धातुरूपी एव ग्रहणम्. इकारान्त धातु उकारान्त धातुरूपी अङ्गस्य च, अपि च भ्रू प्रातिपदिकस्य च, भू प्रातिपदिकस्य च इति येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति. निमित्तमस्ति अजादिप्रत्यये परे. आम्, श्नु अतः श्नु इति स्वादिगणीय प्रत्ययः, विकरणप्रत्ययः. अनन्तरम् इकारान्त, सर्वत्र तु इयङ् उवङ् एव आदेशः, परन्तु श्नु प्रत्ययान्तमङ्गम् उकारान्त अङ्गं भवति, तत्र तु उवङ् आदेशः. इकारान्तधातुः उकारान्तधातुरूपी अङ्गम् अस्ति चेत् इयङ् उवङ् इति आदेशः. अनन्तरं भ्रू इति प्रातिपदिकं, तदपि ऊकारान्तम्, अतः तत्रापि उवङ् इति आदेशः. सर्वत्र अजादिप्रत्यये परे एव निमित्तम् इति समीचीनम्. अग्रे भगिनि, इणोयन्. इणोयन् इण् धातोः एण् आदेशः भवति अजादिप्रत्यये परे. इणः षष्ठ्यम्, एण् प्रथमान्तं, द्विपदमिदं सूत्रम् अचिष्णु धातुभ्रुवं युवरिवङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् इणः अङ्गस्य एण् अचि. इण् धातोः विषये एव सूत्रमस्ति. अदादिगणे इन् धातुः, इन् धातुः एन् आदेशः भवति अजादिप्रत्यये परे. तत्रापि अजादिप्रत्यये अङ्गस्य अधिकारः. अग्रिमम् एरणेका च एरनेकाच् असंयोगपूर्वस्य असंयोगपूर्व अनेकाच् इकारान्तङ्गस्य एन् आदेशः भवति अचिपरे येन विधिः तदन्तस्य इत्यनेन तादृशधातुः यस्य अन्ते इकारः न तु केवलम् इकाररूप्यङ्गम् अनूनस्य इत्यनेन अन्त्यस्य अल्वर्णस्य एणादेशः न तु पूर्णाङ्गस्य न एकम् अनेकम् अनेक एकाचः यस्मिन् सः अनेकाच् नन् तत्पुरुष गर्भौ नन्तत्पुरुषगर्भो बहुरीः तस्य अनेकाचः नास्ति संयोगः पूर्वे यस्य सः असंयोगपूर्वः बहुरीः तस्य असंयोगपूर्वस्य एहे षष्ट्यन्तम् अनेकाचः षष्ट्यन्तम् असंयोगपूर्वस्य षष्ट्यन्तं त्रिपदमिदं सूत्रम् इनो एन् इत्यस्मात् एन् इत्यस्य अनुवृत्तिः अचिष्णुधातुभ्रुवं योर्यङ्गुवङ्गौ इत्यस्मात् अचि धातोः विपरिणामेन षष्ट्यन्तम् इत्यनोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनेकाचः असंयोगपूर्वस्य एहे धातोः अङ्गस्य एन् अचि एहे अनेकाच् असंयोगपूर्वस्य अनुवृत्तिसहितसूत्रम् अनेकाचः असंयोगपूर्वस्य एहे एहे धातोः अङ्गस्य एन् अचिपरे असंयोगपूर्व अनेकाच् असंयोगपूर्व अनेकाच् इकारान्त अङ्गस्य एन् आदेशः भवति अचिपरे अत्रापि अजादिप्रत्यये परे एव अतः सूत्रत्रयस्यापि प्रसक्तिः अजादिप्रत्यये परे एव किमपि अन्यत् नास्ति परन्तु कार्यं तु भिन्नभिन्नं भिन्नभिन्नं भवति अचिष्णुधातुभ्रुवां स्णुप्रत्ययान्तमङ्गम् इकारान्त उकारान्तधातुरिति अङ्गम् इणो यण् तत्रापि यण् आदेशः भवति इन् धातोः तत्रापि नकार ईकारः एव अवशिष्यते किल अनन्तरम् एरनेकाचो असंयोगपूर्वस्य तत्रापि असंयोगपूर्व अनेकाच् भवतु अनेकाच् इकारान्ताङ्गस्य यण् आदेशः इदानीं तु इकार ईकारप्रसङ्गे एव अस्माकं चिन्तनं जातम् अतः सूत्रत्रयस्यापि अजादिप्रत्यये परे ईकारान्तधातुरूपी अङ्गं वा अनेकाच् इकारान्ताङ्गम् अस्ति चेत् कार्यं भवति समीचीनं तत्र अस्मिन्नेव करपत्रे किञ्चित् अग्रे गच्छामः चेत् एकं कोष्टकम् अस्ति तद् प्रायः पी डी एफ् मध्ये सम्यक् दृश्यते अत्र तु तादृशम् इतस्ततः अस्ति तद् पश्यामः एकवारं महोदय रघुपतिमहोदय पठति वा एकात् अनेकात् अस्तु अजादि किति निति परि इकार ईकारयोः कार्याणि एका च इदानीं सामान्यनियमः अस्ति इयङादेशः तस्य अपवादः यण् ईकारान्तधातूनाम् अङ्गम् एका च अस्ति एका च इदानीम् एका च अस्ति चेत् तुदादिगणे रि इति धातुः रि योग आयोग ति अत्र इदानीम् अत्र इकार अकार अस्ति अतः तत्र इयङादेशः भवति एका च अस्ति अतः इयङादेशः भवति रियति इति रूपं कुत्र अस्ति भगिनि तत्र अन्ते तृतीयप्रसङ्गे इति सूत्रत्रयम् अस्ति तस्मात् अग्रे भगिनि अजादिकिति इति प्रत्यये परे इति दत्तमस्ति किञ्चित् इतस्ततः अस्ति परन्तु यदा भवती तत्र अधोभागे पी डी एफ़् अस्ति तद् उद्घाटयति चेत् सम्यक् अस्ति ओ कर्तुं शक्नुमः परन्तु PDF तु अन्ते भवति डाक्युमेण्ट् इत्यस्य अन्ते एकं हैपर् लिङ्क् किं वदामः परिसन्धिः it only gives me for class schedule or आं भगिनि तत्र पश्यतु किञ्चित् सम्यक् रूपेण अस्ति अत्र तु किञ्चित् इतस्ततः अस्ति आं महोदय अग्रे अग्रे इदानीम् आदादिगणे वि धातु अस्ति तदपि एका च अस्ति अतः वियोग अन्ति अपि तस्य अतः वियोग अन्ति अत्र अचिष्णुधातु भुवां भ्रुवां युवोः इयङ्गुवङ्गौ इति इत्यनेन अत्र इय आदेशः भवति इका इदीर्घ इकारस्थाने वियन्ति इति रूपम् एका च अस्ति इति कारणेन इदानीम् अपवादः अस्य अपवादः एक प्रथमम् अस्ति एका च अस्ति इण् इति धातु अस्ति एका च अस्ति परन्तु अत्र अचिष्टुधातु ब्रुवाङ् इव युवो युवो रियङ् वङ्गो इति प्रभाद्य इणो एण् इत्यनेन यणादेशः भवति अतः ईकार ईक ई इति रूपम् अङ्गम् एव अस्ति तत् ईकारस्य स्थाने यकारः भवति अतः यन्ति इति भवति इणो एण् अनेकाच् इदानीम् अनेकाच् तत्र अचिष्णुधातु ब्रुवाङ् इयङ् वङ्गो इत्यस्य अपवादः अस्ति एरणकौच असयङ्गपूर्वस्य इति सामान्यमस्ति इयङ् इति एकवारम् अत्र अत्र उदाहरणम् इकारान्तदातवः अङ्गम् अनेकाच् असंयोगपूर्वः अङ्गम् अनेकाच् संयोगपूर्वः इकारः उदाहरणं द्योत्यादिगणे ह्री धातुः अस्ति इदानीं तस्य इदानीं अभ्यासकार्यं कृत्वा जिह्री इति भवति इदानीम् अनेका च अस्ति यद्यपि अनेका च अस्ति तत्र संयोगपूर्वः अस्ति अतः अचिष्णुधातु ब्रुवाङ् इयङ् वाङ्गो इत्यस्य प्रसक्तिः अस्ति अतः ईकारस्य स्थाने अङ्गस्य दीर्घ ईकारस्य स्थाने जिह्रियति इति रूपं भवति अपवादः अस्ति अनेका च अस्ति इदानीम् ईकारान्तदातवः अङ्गम् अनेका च असंयोगपूर्वः ईकारः अस्ति उदाहरणं ज्योत्यादिगणे भि धातुः अस्ति भिभि इति अङ्गं भवति अभ्यस्त अङ्गमस्ति भिभि इति भिभियुग अति अत्र गुणः न भवति अतः इयङ् वङ् इत्यस्य प्रसक्तिः अस्ति परन्तु एरणे काचो असंयङ्गपूर्वस्य इत्यस्य तत्प्रबाद् इयङ् वङ् इति आदेशं प्रबाद्य एरणे काचो एरणे काचो संयोगपूर्वस्य इत्यनेन यण आदेशः भवति अतः ईकारस्य स्थाने यकार बिभ्यति इति रूपं भवति समीचीनं महोदय सर्वत्र इको एनचि इत्यस्य प्रसक्तिः अस्ति वा सर्वत्र इको एनचि प्रसक्तिः अस्ति परन्तु तत् इदानीं सामान्यसूत्रमस्ति अचिष्णुधातु ब्रुवाङ् इयङ् वङ् इति तद् बाधयति अतः अनन्तरम् इकोणचि न भवति अतः विशेषसूत्राणि भवन्ति अत्र समीचीनम् अतः एकाच् अनेकाच् इति तत्र भागद्वयं कृतवन्तः तत्र सामान्यमस्ति अचिष्णुधातु ब्रुवाम् एकाच् अस्ति चेदपि सामान्यम् अचिष्णु धातु ब्रुवां युवोरियङ् वङ्गौ तस्य अपवादः इनोयण् अनेकाच् अस्ति चेद् तत्रापि अचिष्णुधातु ब्रुवां युवोरियङ् वङ्गौ इत्यस्य प्रसक्तिः अस्ति तद् प्रबाद्य एरणेकाचो असंयोगपूर्वस्य इत्यस्य प्राप्तिः असंयोगपूर्वः ईकारः अस्ति चेत् एरणेकाचो संयोगपूर्वस्य संयोगपूर्वः ईकारः अस्ति चेत् तत्र अचिष्णुधातु ब्रुवां योरियङ् वङ्गौ तत् सूत्रे तु किमपि न उक्तं संयोगः वा असंयोगः वा इति तत्र एरणेकाचो संयोगपूर्वस्य इति सूत्रम् असंयोगपूर्व ईकारस्य कृते इति कृत्वा वयमेव तत्र फलितार्थः यत्र संयोगपूर्व ईकारः अस्ति चेत् तत्र अचिष्णुधातुपूर्वम् इति कुर्मः. अस्तु महोदय, अग्रे तत्र एव सामान्यं सामान्यम् इदानीं सामान्यमस्ति अचिष्णुधातुब्रुवाङ् युवोरियङ् वङ्गौ. अपवादः अस्ति, अपवादद्वयमस्ति, इणोयण् इति इण् इत्यस्य धातोः कृते, अपि च तत्र ईरणेका च संयोगपूर्वस्य इति सर्वेषां कृते अस्ति. यत्र असंयोगपूर्वः अनेका च धातवः सन्ति चेत् तस्य इकारस्य यण् आदेशः भवति. अग्रे अपि महोदय, एका च सामान्यशास्त्रम् अस्तु, एका च सामान्यशास्त्रम् ईकारान्तधातुषु च सर्वप्रथमं भागद्वयं करणीयम्, अङ्गम् एकाच् अनेकाच् वा इति. अच् इति स्वरः, एक एव स्वरः यस्मिन् इति एकाच, अनेके अचः यस्मिन् इति अनेकाचः. ईकारान्तेषु एकाचः धातुषु इयङ् आदेशः भवति अजादि अपिति प्रसङ्गे. अचिष्टु धातुभ्रुवाङ् युवो रियङ् वङ्गौ इति सूत्रम्. यथा अदादिगणे वि योग अन्ति अचिष्टु धातुभ्रुवाङ् इत्यनेन इयङ् आदेशः वियन्ति इति रूपं, वि योग अन्ति इत्यस्मिन्. एका च विशेष, इदानीम् एका च विशेषशास्त्रमस्ति, केवलम् एकः एव अस्य अपवादः अस्ति, इण् गतौ इति धातुः. अजादि अपिति प्रसङ्गे यण् धातुः इण् धातोः यणादेशः भवति इणो यण् इति सूत्रेण. यथा इण् योग अन्ति यद्धि इति भवति. इदानीम् अग्रे अजादि पित् अस्ति चेत् किं भवति महोदय? अजादिपित्तस्य गुणः भवति, अतः तत्र प्रसङ्गः नास्ति. तदपि स्मरणे स्मरणीयं सर्वत्र. अजादि अपिति एव यदा अचिष्णुधातुभ्रुवं वा इणोयन् वा, अजादि अपिति एव तस्य प्रसक्तिः. तत्र तु न किमपि दत्तम्, आमां सत्यं, तद् अस्माकं मनसि भवेत् चेत् एव लाभाय. तत्र अजादि कस्मिन् कक्षायाम् उक्ता आसीत् यत् पाणि न उक्तम्, एतत् चतुस्सहस्राधिकः अस्ति इति सूत्राणि, विदौट् टेल्लिङ्ग् सूत्राणि बहवः सन्ति इति. लाघवार्थम् इति, लाघवार्थं विच् इस् नाट् टोल्ड् इस् मच् मोर् देन् 4000 सूत्रास् इति. दट् इस् द वे ही हस् फार्म्ड् सूत्रास् इति. सो डिडक्शन् इति वदामः खल, तादृशम्. आमाम् आमां सत्यम्. धन्यवादः महोदय. अरुणा भगिनी पठति वा? कुत्र भगिनी? अनेकात् सामान्यात् सामान्यशास्त्रम्. अनेकात् सामान्यशास्त्रम्, इकारान्तधातोः अङ्गम् अनेकाच् अस्ति चेत् सः इकारः संयोगपूर्वं वा असंयोगपूर्वं वा इति द्रष्टव्यम्. इकारः संयोगपूर्वः चेत् अजादि अपित् प्रसङ्गे इयङ् आदेशो भवति. अयं सामान्यनियमः. सूत्रमस्ति अचिष्टु धातु भ्रुवां युवोरियङ्गौ. उदाहरणं जुहोत्यादिगणे जिह्री इयङ् लुकि प्रेपि शेषि चेक्रि च. जुहोत्यादिगणे ह्री धातुः जिह्रि प्रथमं द्युतं भूत्वा जिह्रि योगः अति अचिष्टु धातु ब्रुवां युवोर् युवाङ् वौ इत्यनेन इयङ् आगच्छति. ततः जिह् जिहर् युगः इय अति जिह्रियति इति रूपनिष्मां भवति. अत्र अनेकप्रथमम् अनेकाच् अस्ति चेत् प्रथमं धातु अनेकाच् अतिश्चेत् प्रथमं संयोगपूर्वकं वा असंयोगपूर्वम् इति द्रष्टव्यम्. संयोगपूर्वम् अस्ति चेत् जाति अपित् प्रत्ययपदे अचिष्णुधातु ब्रुवामि ओर् इयङ् वाङ्गौ इति सूत्रेण इयङ् आदेशः भवति. तदेव तत् उदाहरणं दत्तं जुहोत्यादिगणे ह्रि धातु अत्र जिह्रि प्रथमम् आगच्छति, अति इति प्रथमपुरुष बहुवचनं आजादि अपेत् अस्ति, अजिष्टधातु सूत्रेण इयङादेशः भवति. इकारस्थाने जिह्र योगः इय योगः अति जिह्रीयति इति रूपं निष्पन्नं भवति. तदेव भगिनि, तदेव भगिनि. आम् सम्यक्. तत्र केवलं यत् असंयोगपूर्वः अस्ति इकारः अस्ति, इकारः क्षम्यताम् इकारः संयोगपूर्वः अस्ति, असंयोग नास्ति, संयोगपूर्व इकारः अनन्तरम् अनेकाच्. समीचीनं भगिनि. अग्रे अपि अनेकाच् विशेषशास्त्रम् असंयोगपूर्वः इकारान्तदातुः चेत् एरनेकाचो असंयो एरनेकाचो संयोगपूर्वस्य इति सूत्रेण यन् विधीयते. उदाहरणानि यथा जुहोत्यादिगणे बिभि चिखि चिक्रि इयङ् लुकि यथा नेनि इत्यादीनि अङ्गानि. क्रि धातु स्वीकृत्य उदाहरणमस्ति, चिक्रि प्रथमं भवति द्युत्तं, तदनन्तरम् अति यदादि अपित् अस्ति, अनेकाच् अस्ति चिक्रि अत्र, ततः एरनेकाच् संयोगपूर्वस्य इत्यनेन यन् आदेशः आगच्छति. तदेव चिक् योगः य अति चिक्यति इति रूपं निष्पन्नं भवति. अत्र चिक्रि इति चिकि इति असंयोगपूर्वकं संयोगं नास्ति, ततः यण् आदेशः भवति. अनेकाचि अपि अस्ति, ततः यण् आदेशः भवति. समीचीनम्. अग्रे वस्तुतः धातोः इकारः असंयोगपूर्वः चेदपि अचिष्टुधातु ब्रुवां युवर्युवाङ्गौ इत्यस्य प्रसक्तिः अस्ति, किन्तु तत्र एरनेकाचो संयोगपूर्वस्य इति तत् सूत्रं प्रबाद्य यन् विदधाति. तदेव प्रसक्तिः अस्ति अचिष्टुधातु ब्रुवां युवो युवाङ्ग सूत्रस्य, परन्तु एरनाकाचो संयोगपूर्वस्य सूत्रं तत् प्रबाद्य यन् विधीयते. समीचीनं. अतः एकाच् वा अनेकाच् वा इति द्रष्टव्यम्. एकाच् अस्ति चेत् अचिष्णु धातु ब्रुवां युवोर्यङ् वङ्गौ, एकाच् इत्यस्य विशेषसूत्रम् इनोयन् इन् धातोः कृते एव तत्र, अनन्तरम् अनेकाच् अस्ति वा अस्ति चेत् तत्र सामान्यसूत्रम् अचिष्णु धातु ब्रुवां युवोर्यङ् वङ्गौ, यत्र संयोगपूर्व इकारः अस्ति. असंयोगपूर्व इकारः अनेकाच् अस्ति चेत् तत्र एरनेकाचो असंयोगपूर्वस्य इति सूत्रस्य प्रसक्तिः. अग्रे अपि भगिनि. बाध्यबाधकभावः. बाध्यबाधकभावः अजादिषु खित् नित् प्रत्ययेषु परेषु युगन्नान्तधातुरूपी अङ्गे आरम्भतः कथं कथं कार्यं सिद्ध्यति इति चेत् बाधबाध्यकभावः द्रष्टव्यः. यदा तुदादिगणे रि धातु अस्ति, योगः आ इको यनचि इत्यनेन इयन् सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः सार्वधातुकम् अपित् किनिति च इत्ययम् इत्याभ्यां गुणनिषेधः अचिष्टुधातु ब्रुवां युवो युवाङ्गौ इत्यनेन इयं रेफ् प्रकार युव इय युव आ युवति रियति. तदेव दत्तं प्रथमं किं किं कार्यं सूत्रस्य प्रसक्तिः अस्ति इति प्रथमं द्रष्टव्यं. प्रथमम् इको यनाचि एनर्जि इति सूत्रं कार्यं कर्तुम् आगच्छति, परन्तु इदानीं यन् भवति, परन्तु सार्वधातुक आजधातुक अपि इत्यनेन गुणः भवति. सार्वधातुकम् अपित् किनित् अपित् किनित् च इति सूत्रेण गुणनिषेधः भवति. अनन्तरं मजिष्णुधातु ब्रुवां युवरिवाङ्गो इत्यनेन एव इयङ् आदेशः भवति. रूपमस्ति रेफ योग इया युवाति रीयति. तत् क्रमेण वयं कार्यं करणीयं. केवलम् अजिष्णुधातु न शीघ्र प्रसक्तिः अस्ति. प्रपाद्य परसूत्रम् आगत्य कार्यं निषेधा सर्वं द्रष्टव्यं. समीचीनं भगिनि. अग्रे भगिनि, अधादिगणे किं भवति? अधादिगणे इन् धातौ गतौ इन् गतौ ई युग अन्ति इको एन्नचि इत्यनेन यन् आदेशः. सार्वधातुक आर्धधातुको इत्यनेन गुणः. सार्वधातुकमपि किनिति च इत्याभ्यां गुणनिषेधः. अचिष्टधातु ब्रुवां युवोरिवाङ्गौ इत्यनेन यन् इत्यनेन इयं इनो यन् इत्यनेन इयन् अन्ति. वयं पठितवन्तः इन् धातु अत्र विशिष्टसूत्रमस्ति. इनो यन् कार्यम् एव भवति. परन्तु वयं प्रश्न प्रथमम् इको एनचि आगता इत्यनेन यन् आगच्छति. परन्तु वा सार्वधातुकयो अर्धधातुकयो इत्यनेन गुण भवति. रि योगः ये रि ये रे भवति. रे योगः अयचो यावत् यन् आगच्छति. सार्वधातुकम् अपित् अस्ति, ततः कितितायितसूत्रेण गुणनिषेधः भवति. तदनन्तरम् अजिष्टधातु ब्रुवां युवोरिवाङ्गोरियवाङ्गो इत्यनेन इयङ् आदेशः अपि प्रसक्तिः अस्ति. तद् प्रबाद्य इनो यन् आदेशसूत्रे एव कार्यं कृत्वा यन् इति यन् आदेशः भवति. यन्ति इति रूपं निष्पन्नं भवति. समीचीनं. जुहोत्यादिगणे अपि पठतु भगिनि. ज्योत्यादिगणे भी धातुः बिभि बिभि युग अति इको एनचि कार्यं तेन यन् आगच्छति. सार्वधातुक आर्धधातुक इत्यनेन गुणः भवति. सार्वधातुकमपि किञ्चित् च सूत्र प्रसक्तिः अस्ति चेत् गुणनिषेधः भवति. अचिष्टधातु युवोर्युवाङ्गो इत्यनेन इयङ् आदेशः प्रसक्तिः अस्ति. एरन् आकाशो संयोगपूर्वस्थितेन यन् विधीयते. बिभ् योगः य योगः अति बिभ्यति इति रूपं. क्रमेण वयं द्रष्टव्यं निको एनचि कार्यं प्रसक्तिः अस्ति, परन्तु सार्वधातुक अपि प्रसक्तिः अस्ति. सार्वधातुक आर्धधातुकयोजने गुणः भवति, परन्तु सार्वधातुकम् अपि अस्ति चेत् किदिति चेत् गुणनिषेधः भवति इति द्रष्टव्यं. तदनन्तरम् अचिष्णुधातु ब्रुवां युवोरो युवाङ्गौ तत् कार्यं न अनेकाच अस्ति, ततः तत् कार्यं न करोति. प्रबाद्य इदेनाकाचो संयोगपूर्वस्य इत्यनेन एव यन् आदेशः भवति. अन्त्यरूपं बिभ्यति इति रूपं निष्पन्नं भवति. समीचीनं. रूपसाधनार्थं क्रमः कः इति सर्वदा द्रष्टव्यं. तत्र बाध्यबाधकभावः भवति एव. अतः सर्वसामान्यसूत्रं सर्वत्र इको एनचि एव. तद् प्रबाद्य सार्वधातुक अर्धधातुकयोः. अनन्तरं यदा अपित् प्रत्ययः अस्ति चेत् अजिष्णुधातु ब्रुवाम् इत्यस्य अपि प्रसक्तिः. विशेषस्थलम् अस्ति चेत् इणो यण् विशेषधातुः अस्ति चेत् इणो यण् इत्यस्य प्रसक्तिः. अनेकाच् धातुः अनन्तरम् असंयोगपूर्वः अस्ति चेत् एरनेकाचो संयोगपूर्वस्य इत्यस्य प्रसक्तिः. सर्वदा एषः एव क्रमः इति स्मर्तव्यम्. समीचीनं भगिनि, धन्यवादः. तादृशमेव चिन्तनम् ऊ उकारान्त ऊकारान्तानां कृते तदपि एकवारं पश्यामः. तत्र सूत्रम् उपरि अस्ति, तद् प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं पठित्वा पुनः अत्र आगच्छामः. भगिनि, अत्र इकोयणचीति इति वर्णकार्यमस्ति, अतः अन्यानि सर्वाणि सूत्राणि अङ्गकार्याणि, अतः तेषामेव प्रसक्तिः प्रथमं भवेत् यद्यपि सर्वदा. आं, सर्वदा तदेव, तद् अङ्गकार्यं वर्णकार्यात् अङ्गकार्यमेव बलवत् किल, तस्य एव प्रसक्तिः. परन्तु तद् वयं यदा वयं क्रमम् इति दर्शयामः तत्र इकोयणचि तस्य प्रसक्तिः अस्ति एव. वर्णाद् अङ्गं बलीयः इति अङ्गकार्यस्य एव मुख्यत्वं, तदेव बलवत्. परन्तु प्रदर्शनीयं चेत् इकोयणचि प्रदर्शनीयम् एव प्रथमम्. समीचीनम्, अस्तु. उषा भगिनी, पुनः ऊकार ऊकारप्रसङ्गे इति तत्र हूष्णुवोः एव पठतु भगिनी. अचिष्णु वयं पठितवन्तः, इकोयणचि वयं जानीमः, अतः हूष्णुवोः सार्वधातुके. हूष्णुवोः सार्वधातुके हू धातुः च अनेकाच् श्नु प्रत्ययान्तम् अङ्गं च तयोः असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण् आदेशः भवति अजादि सार्वधातुकप्रत्यये परे. स्थाने अन्तरतमः इत्यनेन उकारस्य स्थाने यण् प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः. स्थाने अन्तरतमः इत्यनेन उकारस्य स्थाने यण् प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः. येन विधिस्ततन्तस्य भगिनी, फर् मी चित् अचि धातु इस् टु कलेक्ट्, सो ऐ आल्वेस् गेट् कन्फ्यूस्ड्. ओके, येन विधिस्ततन्ति इति तद् भिन्नं किल भगिनी, चिनोति भवति, चिनोति तदेव, या टु कलेक्ट् एव चि इस् टु ओके, चितः इस् टु चूस् किल भगिनी, चूस् नाट् कलेक्ट्. ओके, चितः इति चूस्. ओके, प्रायः भवति महाप्राणचकारः चिन्तयति इति चिन्तयामि, तदेव कलेक्ट् इति अर्थे भवति किल. ओ, अल्पप्राण एव, अल्पप्राण एव, अल्पप्राण तदस्माकं चिनु धातुः किल, तद् तद् स्वादिगणीयधातु. मम पुरतः आण्ट्वान् बुक् अस्ति भगिनि, ऐ एम् लुकिङ्ग् चि चिनोति टु कलेक्ट्, दट्स् वाट् इट् सेस्. सिलेक्ट् अपि सामान्य. ओके, अस्माकं चिन चिनु इति धातुः किल, अस्माकं स्वादिगणीयधातुः. स्वातिगणे धातु इस् वाट् ऐ एम् आल्सो सीङ्ग् भगिनी, चि चिनोति चिनुते टु कलेक्ट्. येन सेलेक्ट् अपि अस्ति, सेलेक्ट् चूस् कलेक्ट् कलेक्ट् प्रसङ्ग अनुसारं प्रायः. ओके, कलेक्ट् अपि अस्ति, सेलेक्ट् अपि अस्ति. ओके, येन विधिस्ततन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति अलोन्तस्य इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः, उकारस्य स्थाने आदेशः. यस्मिन् विधिस्तदादौ अल्ग्रहणे इत्यनेन अचि इत्युक्तौ अजादिप्रत्यये. हुश्च श्नुश्च तयोः इतरेतरद्वन्द्वः हुष्णुवौ तयोः हुष्णुवोः न विद्यते पूर्वः संयोगः यस्मात् सः असंयोगपूर्वः बहुव्रीहिः तस्य असंयोगपूर्वस्य. हुष्णुवोः षष्ट्यन्तं सार्वधातुके सप्तमीयन्तं द्विपदमिदं सूत्रम्. अचिष्णुधातु ब्रुवां युवोरियङ् उवङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, इणो यण् इत्यस्मात् यण् इत्यस्य अनुवृत्तिः, एरनेकाच् असंयोगपूर्वस्य इत्यस्मात् अनेकाच् असंयोगपूर्वस्य इत्यनयोः अनुवृत्तिः, ओहो सुपि इत्यस्मात् ओहो इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् अनेकाचः हूष्णुवोः असंयोगपूर्वस्य ओहो ओहो अङ्गस्य यण् अचि सार्वधातुके. सूत्रं वदति धातु अनेकाच् अपि हूष्णुवोः असंयोगपूर्वस्य ओहो असंयोगपूर्वस्य धातु अनेकाचः ऊकारान्ताङ्गम् ओहो इति ऊकारस्य षष्ठ्यन्तं, सो ऊकारस्य अङ्गं सूचयति. अनेकाचः हूष्णुवोः असंयोगपूर्वस्य उकारान्ताङ्गस्य यण् भवति अचि सार्वधातुके, अपित् अचि सार्वधातुके. येन विधि ददन्तस्य तत्र अपित्ति न दत्तमस्ति, अचि सार्वधातुके, अचि सार्वधातुके. अपित् अस्ति चेत् सर्वदा गुणः एव भवति, अतः फलितार्थः एव अपित् इति, अचि सार्वधातुके एव. समीचीनं. भवत्याः प्रश्नः कः? No, no, I was trying to figure out what they were saying. Ena vidhi tadantasya yasman vidhi stadada valgrahane. Yasman vidhi stadada valgrahane, I understood. Achi yuktav ajadi pratyaye. Achi follows. So instead of achi, it's just ajadi pratyaya. Any ajadi pratyaya. Ena vidhi tadantasya ityasmat adrishamangam. Yasya ante ukaraha asti. Okay. Alontasya ityanena. अङ्गान्ते उकारस्य स्थाने आदेशः, उकारस्य स्थाने आदेशः. ओके ओके ओके, समीचीनं किल. तत्र अतः ऊकार ऊकारान्तप्रसङ्गे सूत्रत्रयं पुनः इकोयणचि सर्वसामान्यम्, अनन्तरं सामान्यम् अचिष्णु धातुब्रुवां युवोरियं वङ्गौ ऊष्णुवोः सार्वधातुके. पुनः भगिनी तत्र एव अधो भागे गच्छतु कृपया. तत्र ईकार ऊकार अजाति कितिङिति परे सामान्यम् उवाङ्ग् उकारान्तधातवः, उदाहरणम् अदादिगणे यु धातुः, यु योगः अन्ति, यकारयोगः उव् योगः अन्ति, युवन्ति. ओके, अचिष्णुधातुब्रुवम् इवोरिङ्गु उकारान्तदातवः सामान्य उदाहरणं दत्तम्. अदातिगणे यु धातुः अस्ति चेत् यु योगः अन्ति, अन्ति इति अपित् यक् अचिष्णुधातुब्रुवम् इवोरियङ्गु वङ्गौ प्रसक्तिः अस्ति. अचिष्णुधातुब्रुवम् इत्यनेन उकारस्य स्थाने उव् भवति, यका सो युवन्ति इति निष्पन्नं भवति. सामान्यम् उवङ्ग् संयोगपूर्व श्नु प्रत्ययान्त अङ्गं, संयोगपूर्व श्नु प्रत्ययान्त अङ्गम्. उदाहरणं शक् योगः श्नु, शक्नु, शक्नु योगः अन्ति, शक् शक्न् योगः उब् योगः अन्ति, शक्नुवन्ति. शक्नुवन्ति हूष्णुवोः सार्वधातुके इति सूत्रं सूत्रेण शक्नुवन्ति. शक् योगः श्नु, शक्नु, शक्नु योगः अन्ति, अन्ति इति अपित् अस्ति. हूष्णुवोः सार्वधातुके इत्यनेन उकारस्य स्थाने उव् आदेशः भवति. परन्तु हूष्णुवोः सार्वधातुके इत्यनेन यण् एव आदेशः भवति किल? आं भगिनि. ओ दिस् इस् शक्नुयोगः उव् उव् मीन्स् अचिष्णुधातुब्रुवाम्. ओके, दिस् इस् संयोगपूर्व श्नु धातु, संयोगपूर्व सो अचिष्णुधातुब्रुवां प्रसक्तिः अस्ति. ओके, हूष्णुवोः सार्वधातुके हूष्णुवोः सर्वदा अग्रिम अपवादः इत्यस्मिन् विषये okay. तदेव ओ असंयोगपूर्वस्य ओके असंयोगपूर्व हियर् शक्नु इति संयोगपूर्व संयोगपूर्व सो हूष्णुवोः सर्वदा के डसन्ट् अप्लै अचिष्णु धातु ब्रुवामि भोरियङ्गौ प्रसक्तिः अस्ति शक्नियोगः उकारस्य स्थाने उव् आदेशः भवति शक्नुवन्ति ओके अपवादः अपवादः यण् हू धातुः जुहुयोगः अति जुहुयोगः अति जुह् योगः वकार जुह् योगः वकारयोगः अति जुह्वति हुष्णुवोः सार्वधातुके ओके हू धातुः जु द्वित्वं भवति जुहु योगः अति अति इति अपित् अचिष्णुदा ध्रुवं प्रबाद्य जुहु इति संयोगधातुः नास्ति जुहु यो तस्मात् हूष्णुवोः सार्वधातुके इति अपवादः सूत्रं प्रसक्तिः अस्ति जुह् योगः उकारस्य स्थाने हूष्णुवोः सार्वधातुके सूत्रेण वकार आदेशः उकारस्य स्थाने वकार आदेशः भवति जुह् योगः इव् योगः अति जुह्वति समीचीनम् अतः सामान्यम् अस्ति तत्र अचिष्णुदातु ब्रुवां संयोगपूर्व ष्णुप्रत्ययान्तमङ्गमस्ति चेत् तत्र पुनः शक् अचिष्णुदातु ब्रुवाम् इत्यस्य एव कार्यम् असंयोगपूर्व अनेकाच् किल अनेकाचः अस्ति चेत् तत्र अस्माकं हूष्णुवोः तत्र अनेकाचः इत्यस्यापि न आवश्यकं हूधातुः इति तत्रैव अतः समीचीनम् अग्रे भगिनि अपवादः पुनः अपवादः यण् असंयोगपूर्वं श्नुप्रत्ययान्ताङ्गं श्नुप्रत्ययान्ताङ्गम् उदाहरणं चीयोगः श्नु योगः चीयोगः श्नु चिनु चिनु योगः अन्ति छिन् योगः व् योगः अन्ति छिन्वन्ति उष्णुवोः सार्वधातुके इत्यनेन चीयोगः श्नु चिनु चिनुयोगः अन्ति अपेत् छिन् चिनु चिनु इति ओ दिस् इस् असंयोगपूर्व असंयोगपूर्व सो अचिष्णुदातुपूर्वमिभोर्यङ्गौ प्रसक्तिः नास्ति छिन् योगः अण्ड् हूष्णुवोः सार्वधातुके श्नु धातु सूचयति हूष्णुवोः सार्वधातुके ओके छिन् योगः उकारस्य स्थाने वकारः भवति यण् सन्ति हूष्णुवोः सार्वधातुके अनेन यण् सन्ति छिन् योगः वकारयोगः अन्ति छिन्वन्ति ओके यनेन यण् आदेशः किमर्थम् अचिष्णु धातुब्रुवाम् इत्यस्य प्रसक्तिः नास्ति इति उक्तवती भगिनि असंयोगपूर्व दिस् इस् असंयोगपूर्व अचिष्णु धातुब्रुवां संयोगपूर्व संयोगपूर्व इति तु सूत्रेण उक्तं किल सामान्यं सामान्यमस्ति चिनु योगः अन्ति इति स्वीकरोतु चिनु योगः अन्ति अपित् अस्ति अनन्तरं चिनु तत्र श्नु श्नु अङ्गम् अस्ति वा श्नु अस्ति चेत् प्रसक्तिः अस्ति परन्तु प्राप्तिः नास्ति प्राप्तिः नास्ति ओके बट् इट्स् ओके असंयोगपूर्व दिस् इस् असंयोगपूर्वं रैट् अतः एव असंयोगपूर्वस्य कृते एकं सूत्रमस्ति कृष्णुवोः सार्वधातुके इति सूत्रं वदति असंयोगपूर्वस्य कृते श्नुप्रत्ययान्तम् अङ्गमस्ति चेत् उवङ्ग् प्रबाध्य यण् आदेशः करोतु इति सूत्रं वदति, अतः तस्य कार्यं. परन्तु अचिष्णुधातुभुवाम् इत्यस्य निमित्तानि अपि पूरितानि किल, प्रत्ययान्तमङ्गम् अजादिप्रत्यये परे क्षम्यताम् अजादिप्रत्यये कार्यं न भवति तावदेव, प्रसक्तिः तु अस्ति. समीचीनं. सर्वसामान्यं यण् श्नु विहाय प्रत्ययसहितम् उकारान्तम् अङ्गम्. उदाहरणं तनादिगणे तन् योगः उ तनु, तनुयोगः अन्ति, तन् योगः व् योगः अन्ति, तन्वन्ति. तनु तन्वन्ति इको डिरेक्ट् इको एनचि ओके. तनादिगणे तन् योगः उ तनु, तनु इति अन्ति अचि प्रसक्तिः अस्ति. चो अचिष्णुदुब्रुवाम् इवोरियङ्गौ वङ्गौ प्रसक्तिः अस्ति. हूष्णुवोः सार्वधातुके प्रसक्तिः नास्ति. हू नास्ति, श्नु नास्ति, हूष्णुवोः सार्वधातुके प्रसक्तिः नास्ति. तन् योगः ऊ सो ओन्ली इको एनचि एव अस्ति. तन् योगः तनु इति आल्सो असंयोगपूर्व असंयोगपूर्व अण्ड् या सो उष्णुवोः न नो अचिष्णुधातुभ्रुवां प्रसक्तिः नास्ति. ओके, किमर्थं तद् नास्ति? अचि अस्ति, श्नु नास्ति, श्नु नास्ति अण्ड् असंयोगपूर्व उकारान्तदातु नास्ति. तन् योगः उ तनु, उ इस् प्रत्यय, उकारान्तदातु नास्ति, उकारान्तदातु नास्ति, उकारान्त. अतः अचिष्णुधातुगुवाम् इत्यस्य प्रसक्तिः एव नास्ति तत्र. ओके ओके. केवलं तनादिगणे तादृशं भवति यत्र इको एनचि इत्यस्य एव कार्यं. तत्र तन् इत्येव धातुः, उकारान्त धातुः नास्ति. स्नुप्रत्ययान्त अङ्गं तु नास्ति एव तनादिगणः. तत्र तनादिकृभ्यः उः इति सूत्रं किल विकरणप्रत्यय, अतः तदपि नास्ति. अतः तस्य प्रसक्तिः एव नास्ति. यदा भवती उक्तवती हूष्णुवोः इत्यस्यापि प्रसक्तिः एव नास्ति. इको एनचि इत्यस्य केवलं सन्धिसूत्रस्य एव कार्यम् अत्र यनादेशः. समीचीनं भगिनि, धन्यवादः. इगन्त धातु अस्ति चेत् वयं सार्वधातुकादुधातुकयो अपि कृतवन्तः. किमर्थं उकारान्त अस्ति चेत् वयं न स्वीकृतवन्तः? प्रायः अग्रे आगच्छति भगिनि. अग्रिम प्रथमम् अत्र एक केवल सूत्रमेव दत्तं, प्रायः अस्ति चिन्तयामि. आगच्छति तस्य प्रसक्तिः अवश्यमस्ति भगिनि. यदा भवती उक्तवती प्रसक्तिः अस्ति, प्राप्तिः एव नास्ति. आगच्छति प्रायः, अथवा न प्रदर्शितवान् महोदयेन. प्रायः अत्र इकारान्तानां कृते प्रदर्शितवान् किल, तत्र प्रायः न प्रदर्शितवान् इति चिन्तयामि. परन्तु तत्र अस्ति चेत् अत्रापि अस्ति. इक् वर्णः एव किल. समीचीनम् अस्ति वा? ओ अस्तु भगिनि, वदतु भगिनि विजया भगिनी, अस्ति वा भवती? भगिनि अत्र उष्णोः सार्वधातुके तत्रापि यणादेशः भवति, युकोयनस्य स्थाने अपि यणादेशः भवति. परन्तु तत्र सर्वसामान्यम् इति यन् इति अस्ति, तत्र द्वयोः सूत्रयोः तत्र प्रभेदः किं भगिनि? तत्तु अङ्गकार्यं किल, उष्णोः सार्वधातुके इति अङ्गकार्यम्. हू धातुः ष्णु प्रत्ययान्तम् अङ्गं तस्य कृते एव एकं सूत्रम्। अनन्तरम् अङ्ग अधिकारे अस्ति, वर्णादङ्गं बलीयः इति बलव तद् सूत्रमेव बलवत् अस्ति। इको एणचि इति सर्वसामान्यसूत्रं, तत्र पदान्ते अपि भवति यदा अस्माकं संहितायां विषये इति सन्धिकार्यं सर्वसामान्यसन्धिकार्यं कुर्मः किल, तत्रापि भवति, अत्रापि तस्य प्रसक्तिः अस्ति। कूष्णवोः इति विशेषसूत्रमस्ति, तदेव भेदः। धन्यवादः। आम् अस्तु, श्रीवल्ली भगिनि। आं भगिनि, सामान्यम् अतिष्णुधातुभ्रुवं योरियङ्गुवङ्गौ अपवादः हुष्णुवोः सार्वधातुके सर्वसामान्यम् इको एणचि इति सामान्यशास्त्रम्। इकारान्तेभ्यः ईकारान्तेभ्यः च उकारान्तधातुषु ऊकारान्तधातुषु च क्रमः भिन्नः। अत्र सामान्यशास्त्रे एकाच् अनेकाच् इति अनुसृत्य विभजनं नास्ति, किन्तु आम् इवर्णान्तेषु इयङ् इव उकारान्तधातोः साक्षात् अजादि प्रत्ययेन सह सम्पर्कः भवति चेत् ऊङ्गः प्रसङ्गः आयाति। सामान्यशास्त्रमस्ति अचिष्णुधातुभ्रुवं योरिवङ्गौ यथा अदादिगणे विकरणप्रत्ययस्य लुक् भवति, अतः धातोः साक्षात् तिङ्प्रत्ययेन सह सम्पर्कः, तिङ्प्रत्ययः अदादि अपि चेत् उवङ् आदेशः भवति। सो इकारान्तेभ्यः ईकारान्तेभ्यः उकारान्त ऊकारान्तधातुषु च क्रमः भिन्नः अस्ति। अत्र सामान्यशास्त्रे एकाच् अनेकाच् इति अनुसृत्य विभजनं नास्ति। आं भगिनि, एकाच् अनेकाच् इत्यस्य विभजनं नास्ति, किन्तु आम् इति किं भगिनि, आम् इवर्णान्तेषु इङ् इव उकारान्तधातोः साक्षात् अजाति कित् नित् प्रत्ययेन सह सम्पर्कः भवति चेत् उङ् प्रसङ्गः आयाति। किमर्थम् आम् इति दत्तम्? आम् इति आम् इति यस् इति अर्थः, किन्तु आम् प्रायः इवर्णान्तेषु इङ् इव आम् किन्तु आम् इति यस् तत्र विभजनं भिन्नः क्रमः भिन्नविभजन यत्र सुदादिगणीय धातु नास्ति तत्र धातु धातुना सह मेल न भवति, अत्र विकरणप्रत्ययः अस्ति, अतः इको एणचि इत्यस्य तादृश ईवर्णान्तेषु यङ्गिव उकारान्तधातोः साक्षात् अजादि तनादिगणे इदानीं तनुयोग ऊ इति अस्ति भगिनि, अतः साक्षात् नास्ति खलु गण धातोः साक्षात् अन्ति इत्यस्य अनन्तरं नायाति, अत्र विकरणप्रत्ययेन आयाति, अतः तत्र प्रसक्तिः नास्ति इति वदति, तादृश तत्र अस्माभिः चिन्तनीयं भगिनि। अत्र इवर्णान्तेषु अपि च उकारान्तधातुषु अपि भेदः अस्ति, इवर्णान्तेषु इयङ्गिव न तत्रापि तदेव खलु, तत्र साक्षात् साक्षात् धातोः साक्षात् भवेत्, धातोः एव भवेत्, तत्र कोऽपि अन्य प्रत्ययः अस्ति चेत् न भवति इति। समीचीनम्। उकारान्तधातोः साक्षात् अजादिकित्ङित् प्रत्ययः परः अस्ति चेदेव उवङ् इति प्रसङ्गः भवति, यदा इकारान्त अङ्गेषु इयङ् आदेशः अन्वयः करणीयं सः वाक्यस्य। अत्रापि इकारान्तधातुषु अपि अर्थः अस्ति, इकारान्तेभ्यः इति अन्वयः इकारान्तधातुषु अपि अर्थः। आमां धातोः इयङ्गुवं खलु, अतः तत्र युवोः इति धातोः इकारयोः खलु। आम्, किन्तु यत्र इवर्णान्तेषु इयङ्गिव अपि उकारान्तेषु तत्र ईवर्णान्तेषु इत्युक्ते इकारान्तधातुषु एव, इकारान्तधातुषु इयङ् आदेशः भवति, कदा भवति? यदा साक्षात् परे अजादि कित्तिङित् प्रत्ययः अस्ति चेत् किल, तादृशमेव उकारान्तधातोः अपि साक्षात् परे, न तनादिगणे यदा वयं दृष्टवन्तः तन्योगः उ तनु अनन्तरमन्ति इति आगच्छति, साक्षात् परे नास्ति. अतः तत्र किं भवति, इको एणचि एव इत्यस्य प्रसक्तिः. परन्तु साक्षात् परे यदा अस्ति चेत् शक्नुयोगः अन्ति, तत्र उवङ्गादेशः भवति, शक्नुवन्ति. परन्तु भगिनी अत्र ईकार ईकार तादृशप्रत्ययः नास्ति खलु, यथा तनु तनु तन् धातोः उकार अस्ति, परन्तु अन्यत्र ईकार नास्ति. आम् आम् तत्र उकार आम् साक्षात् नास्ति किल, तत्र तत्र तु मध्ये विकरणप्रत्ययः आगच्छति, तन् योगः उयोगः अन्ति इति आगच्छति, मध्ये विकरणप्रत्ययः आगच्छति इत्युक्ते साक्षात् कित्तिङित् प्रत्ययः परः नास्ति, साक्षात् परः नास्ति. मम सन्देहः इवर्णान्तेषु किं दत्तमस्ति, उकारान्तधातोः दत्तमस्ति, इकारान्तधातुः यत्र इवर्णान्तेषु इयङ् आगच्छति तादृशमिव उकारान्तधातोः यदा साक्षात् परः अस्ति चेत् आगच्छति इति. अग्रे सामान्यशास्त्रमस्ति अचिष्णुधातुभ्रमौ इवरेङ्गौ, यथा अदादिगणे विकरणप्रत्ययः लुक् भवति, अतः धातोः साक्षात् तिङ्प्रत्ययेन सह सम्पर्कः अस्ति. आम् तिङ्प्रत्ययः अजादि अपि चेत् उवङ्ग् आदेशः भवति. समीचीनम्. अत्र तु यदा तत्र लुक् भवति किल, अतः साक्षात् परः अस्ति, साक्षात् परः अस्ति चेत् उवङ्गादेशः भवति, उवङ्गादेशः भवति, सः भवति. युयोगः अन्ति, या यकार उ अन्ति, उकारस्य स्थाने उ आदेशः भवति, युवन्ति इति रूपं भवति. पुनः अपरेषु गणेषु विकरणप्रत्ययः स्वयम् अजादि अपि चेत् प्रसङ्गः आयाति, यथा तुदादिगणे विकरणप्रत्ययः श अनुबन्धलोपे आ इति अजादि अपि तस्ति. आमाम् अपरेषु गणेषु विकरणप्रत्ययः स्वयम् अजादि अपि चेत् विकरणप्रत्ययः अजादि अपि चेत् प्रसङ्गः आयाति. अचिष्णुधातुगृहम् इति सूत्रस्य प्रसक्तिः आयाति. गुयोगः श इति गुयोगः अ उकारस्य स्थाने उ आदेशः भवति, गुवा इति अङ्गं, गुवायोगः ति गुवति इति रूपं भवति. तत्र तु भिन्नवार्ता किल, तत्र अकारः इति अपित् प्रत्ययः, अपित् विकरणप्रत्ययः, अतः गुवति इति रूपमागच्छति तत्र. अग्रे भगिनि, तुदादिगणे अन्ये उकारान्तधातवः तथा एव धृ योगः अ ध्रुव, कु योगः अ कुव, नु योगः अ नुव, धू योगः धुव, सु योगः सुव. तर्हि धातुः उकारान्तः चेत् अजादि अपि प्रत्ययेन सह सम्पर्कः चेत् अचिषु धातुभ्रुवं योरेवङ्गुवङ्गौ इति सामान्यशास्त्रम्. अजादि अपि प्रत्ययेन सह सम्पर्कः, तद् सर्वदा अस्माकं तिङ् प्रत्ययः, अजादि तिङ् प्रत्ययः इति नास्ति, अजादि अपित् प्रत्ययः यदा अस्माकं च तत्रापि अचिष्णु धातुभ्रुवाम् इत्यस्य प्रसक्तिः अस्ति. पूर्वं बहु पूर्वं पठितवन्तः, अतः किञ्चित् पुनः स्मरणेन भवतु. आं भगिनि अग्रे पुनः पुनः अन्यप्रसङ्गः अस्ति यत्र सामान्यं प्रवर्तते संयोगपूर्य श्नु प्रत्ययान्ताङ्गं तत्रापि अजादौ किति ङिति प्रत्यये परे ऊङ् आदेशः भवति. अन्यप्रसङ्गः अस्ति यत्र सामान्यं प्रवर्तते संयोगपूर्व श्नु प्रत्ययान्त अङ्गं तत्रापि अजादौ किति ङिति प्रत्यये परे ऊङ् आदेशः भवति विहितः आदेशः विहितः. उदाहरणं शक् योगः श्नु धातुः शक्नु योगः अन्ति इति प्रत्ययः शक् अत्रापि उ आदेशः भवति शक्नि योगः उ योगः अन्ति शक्नुवन्ति इति रूपं भवति. अन्यप्रसङ्गः किल तत्र तुगादिगणे अपि भवति अजादिगणे भवति अजादि अपित् प्रत्ययः परः अस्ति अनन्तरं तत्र तु विकरणप्रत्ययस्य लुक् भवति अतः उकारान्तधातुः प्रत्ययः कित्तिङित् अस्ति चेत् भवति. तुदादिगणे श इति विकरणप्रत्ययः अपित् अस्ति अतः उकारान्तधातुः अस्ति चेत् तत्रापि अचिष्णु धातु ब्रुवाम् इत्यस्य प्रसक्तिः अनन्तरम् अस्माकं श्नु शक्नु स्वादिगणे शक्योगः श्नु तत्र तु श्नु प्रत्ययान्तम् अङ्गं किल अतः अवश्यं भवति शक्नुवन्ति. पठतु भगिनी स्वादिगणे अन्यत्र प्रत्ययान्तं न भवेत् अन्यत्र विहाय अन्यत्र सर्वत्र आम् इकारः भवतु उकारः भवतु आम् प्रत्ययान्तं न भवेत् प्रत्ययान्तमङ्गं न भवेत् आम् तदेव अस्माकं तनादिगणे वयं तद् किञ्चित् सावधानेन तत्र न करणीयम् अचिष्णु धातु ब्रुवाम् इत्यनेन तनुयोगः अन्ति तत्र तन् इत्येव तनादिगणीयधातुः उकारान्तधातुः नास्ति श्नु प्रत्ययान्तम् अङ्गं नास्ति इति वयं जानीमः उकारान्तधातुः नास्ति तन् इत्येव धातुः तद् तदेव स्मरणे भवतु भवति चेत् पर्याप्तं पश्यामः अद अग्रे आगच्छति एव अभ्यासः एव स्वादिगणे सर्वे हलन्तधातवः अपि तथा यतोहि धातु श्नु अन्योः मेलनेन संयोगः निष्पद्यते एव आमानि स्वादिगणे सर्वे हलन्तधातवः अपि तथा यतोहि धातु श्नु इत्यनयोः मेलनेन संयोगः निष्पद्यते एव अत्रापि अचिष्णु धातु ब्रुवं येङ्गुवङ्गौ सूत्रस्य आगच्छति. आप् धातुः अश्नु प्रत्ययः इति अङ्गम् आप्नु आप्नु योगः अन्ति अत्र उकारस्य स्थाने उ आदेशः भवति आप्नुवन्ति इति रूपं भवति तथा एव सघ् सघ् योगः श्नु सघ्नु शक्नुवन्ति चं योगः श्नु चम्नु चम्नुवन्ति अश् योगः श्नु अश्नुवन्ति तृप् योगः श्नु तृप्नुवन्ति इति तृप्नुवन्ति इति रूपेण तृप् धातुः क्षुग्नादिगणे अस्ति तदेव किञ्चित् विशेषसूत्रमस्ति येन तत्र यद्यपि तत्र किम् अक्कुप् वाङ्नुं व्यवाये अपि इत्यस्य प्रसक्तिः अस्ति चेदपि तत्र णत्वं न भवति तृप्नुवन्ति इत्येव रूपम् इति अस्तु महोदय पठति वा सूत्रं तृप् धातोः अस्तु तृप् धातुः शुभ्नादिगणे अस्ति अस्तु शुभ्नादिषु च शुभ्नादिगणे पठितानां शब्दानां नकारस्य स्थाने नकारादेशः न भवति शुभ्ना आदिः येषां ते शुभ्नाद् शुभ्नादयः तेषु शुभ्नादिषु क्षुभ्नादिषु क्षुभ्नादिषु सप्तमन्तं च अव्ययपदं द्विपदमिदं सूत्रं रसाभ्यां नोणः समानपदे इत्यस्मात् नः णः इत्यनयोः अनुवृत्तिः न बाबूपूक निगमित्यायी वेपाम् इत्यस्मात् नः इत्यस्य अनुवृत्तिः तयोर्वावची संहितायाम् इत्यस्मात् संहितामित्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति शुम्नादिषु क्षुम्नादिषु च नः णः न संहितायाम्। अत्र क्षुम्नादिगणः एक अन्तर्गणः अस्ति, तत्र नकारस्य स्थाने नकारादेशः न भवति इति अस्ति। तत्र के कानि के कति दातवः सन्ति न दत्तमस्ति अत्र। हा शुम्नादिषु नः णः न संहितायाम्। अत्र यद्यपि तत्र नत्वस्य निमित्तमस्ति परन्तु नत्वं न भवति इति दत्तमस्ति। अत्र यथा तृप् धातुः अस्ति, अत्र तृप्णुवन्ति भवेत्। अत्र ऋकार अस्ति, अतः पकार अट्कुप्वाङ् अस्ति, अतः अट्कुप्वाङ् नुं विभावे अपि इत्यनेन भवेत्। परन्तु शुम्नादिगणे पठितम् अस्ति एतत् अतः न भवति। अष्टाध्यायी डाट् काम् मध्ये अपि न दत्तं। हा पश्य अस्ति, किमर्थं न भवेत् प्रायः तादृशगणना एव नास्ति प्रायः। शुम्नादिगण इति एकवारं अन्तर्गणः केचन गणाः सन्ति यत्र कति दातवः इति एक गणना एव आकृतिगण तादृश आकृति तत् गणपाठे खलु भगिनि तत्र आं तत्र तत्र न भवति वा द्रष्टव्यम् अन्यत्र कुत्रापि अस्ति वा इति पश्यामि, अत्र न दत्तम्। अस्तु अग्रे महोदय देयं यत् अतः नत्वं न भवति तदेव अस्माकं ध्येयं यत् अचि विष्णु धातु ब्रुवाङ् युवोरियङ् उवङ्गौ इति सूत्रेण एकमेव विकरणप्रत्ययान्तम् अङ्गं यस्य उवङ् भवति एकमेव विकरणप्रत्ययाङ्गं यस्य उवङ् भवति स्वादिगणे स्णुप्रत्ययान्त अङ्गं। तदतिरिच्य सर्वे दातवः एव इकारान्तः उकारान्तः च। अस्तु अत्र प्रत्ययान्ताङ्गम् एकमेव स्वादिगणस्य एव, अन्यत्र सर्वत्र दातवः इकारान्त उकारान्तदातवः भवेत्। तत्र एव अस्य सूत्रस्य प्रसक्तिः भवति। विशेषं पठतु महोदय, विशेषसूत्रम् अपवादभूतसूत्रम् एकमेव हूष्णुवो सारधातुके, अनेन उवङ् स्थाने यणादेशः। हू धातु उकारान्त अपि च झ्वत्यादिगणे सन् साक्षात् तस्य अजादि कित् नित् प्रत्ययेन सह सम्पर्कः भवति, किन्तु अपवादभूतः अयं धातुः साक्षात् उक्तः सूत्रे हूष्णुवो सारधातुके इत्यनेन यण् जुहु योग अति जुह् इदानीं जुहु योग अति अस्ति जुह्वति इति भवति अत्र केन अस्तु जुहु अत्र अनेकाच् अस्ति वा हा अनेकाच् अस्ति अनेकाच् अस्ति हा आमाम् असंयोगपूर्वम् अस्ति अत्र उवङ् आदेशस्य प्रसक्तिः अस्ति अतः तत् प्रभाव्य हूष्णो इत्यत्र तद् हू इति अस्ति किल महोदय तद् हू धातु साक्षात् साक्षात् उक्तम् अस्ति सत्यम् अस्तु अग्रे असंयोगपूर्वं स्णुप्रत्ययान्तङ्गमस्ति चेत् उवङ् प्रभाद्य असहयोगपूर्वं स्णुप्रत्ययान्तङ्गमस्ति चेत् उवङ् प्रभाद्य हूष्णुवोः सारधातुके इति सूत्रेण यणादेशः। सारदा स्वादिगणे यावन्तः अजन्तदातवः सन्ति ते सर्वे अस्यां श्रेण्याम् अन्तर्भूताः। आम् सत्यं चियोग ष्णु इति अस्ति, चिनु इति भवति, अतः तत्र चिनु इति अत्र किमस्ति अचिष्णुधातु ब्रुवाङ् इयङ्गो इत्यस्य प्रसक्तिः। तद्भर्भाद्य हूष्णोः इत्यनेन यण् यणादेशः, अतः चिन्वन्ति तथैव रियोग ऋणुयोग अद्धि ऋण्वन्ति सुनु योगान्ति सुन्वन्ति प्रणुयोगान् प्रणुवन्ति इति अत्र ऋण्वन्ति अत्र णत्वम् अभवत् तदेव मम अपि तत्तु शुभ्नादिगणे नास्ति नास्ति ऋण्वन्ति प्रण्वन्ति अपि शुभ्नादिगणे नास्ति समीचीनं अतः सर्वसामान्यसूत्रम् अचिष्णु धातुध्रुवां सर्वसामान्यम् इको एणचि सामान्यम् अचिष्णु धातुध्रुवां विशेषसूत्रम् उष्णुः सार्वधातुके अस्तु महोदय सर्वसामान्यम् एकवारं पठतु महोदय इको एणचि इति हा एकवारं सर्वसामान्यम् इको एणचि अस्माभिः दृष्टं यत् यत्र कुत्रापि इकारान्तधातुरूपी अङ्गात् उकारान्तधातुरूपी अङ्गात् अथवा उकारान्तविकरणप्रत्ययान्तात् अङ्गात् अजादि कित् नित् प्रत्यये प्रत्ययः भवति तदा इको एनर्जि आगत्य यण् विदधाति किन्तु एतावता सर्वत्र इको एनर्जि इति सूत्रस्य कार्यं बाध्यते सार्वत्रिककार्येषु एकस्मिन्नेव स्थले एतादृश्यां स्थित्यां इको एनर्जि इत्यनेन यणः प्राप्तिः तदस्ति तनादिगणे उ इति विकरणप्रत्ययः अनेन प्रत्ययसहितम् उकारान्तम् अङ्गं निष्पद्यते किन्तु स्नु प्रत्ययान्त अङ्गं नास्ति इति कारणतः अचिष्णुधातुब्रुवां ब्रुवां युवरियङ् ओङ्गौ इत्यस्य प्रसक्तिः नास्ति एव अतः तनादिगणे सर्वसामान्यशास्त्रेण यण् यथा तन् योग उ तनु अतः तन् अत्र यणात् यण् सन्धिः एव भवति तन् तन्वन्ति न तु आचिष्णु धातुब्रुवाङ् इत्य सारि न तु हूष्णुमो इत्यनेन भवति तत्र यण यणादेशः न भवति सामान्य इको एनचि सूत्रेण भवति क्षण् क्षुण् क्षणुयोग अन्ति षण्वन्ति सन्वन्ति मन्वन्ति वन्वन्ति तत्र अतः सर्वसामान्यमेव भवति सर्वसामान्यसु आमाम् अत्र एतत् प्रत्ययान्त अङ्गम् अस्ति अतः स्नु विहाय अन्यत्र धातु एव भवेत् परन्तु अत्र नास्ति अतः तत्र एकोणचि इत्यस्य प्रसक्तिः न तु अचिष्णु धातु ब्रुवाङ् अथवा तेषाम् अर्थस्य अपवादः समीचीनम् अग्रे महोदय सर्वसामान्यनियमः तु इको एणचि अस्ति इति स्मर्यताम् इदं सूत्रं प्रबाद्य एव अचिष्णु धातु ब्रुवाङ् यो रिङ् ओङ्गौ रियङ् ओङ्गौ कार्यं करोति उवङ् विधीयते उकारान्तधातुः अस्ति चेत् अथवा स्नुप्रत्यान्तम् अङ्गम् अस्ति चेत् तन्धातुः न उकारान्तधातुः न वा तस्य अङ्गं स्नुप्रत्यान्तम् इको एनचि इत्यस्य प्रसक्तिः अस्ति तथा सर्वत्र अजादिप्रत्यये परे अत्र अचिष्णुधातुब्रुवाङ् युवोरियङ्वङ् युवोरियङ्वङ्गौ इति सूत्रं न बाधते इति सूत्रं न बाधते अतः इको एनचि इत्यनेन एव एणादेशः विहितः भवति अतः अत्र अचिष्णुधातुब्रुवाङ् यङ् युवङ्गौ इति सूत्रं न कार्यं करोति अतः इको एनचि इत्यस्य एव प्रसक्तिः किमर्थमिति अचिष्णु धातुब्रुवाङ् इति इको एनचि इत्यस्य अपवादसूत्रमस्ति यदि अपवादसूत्रं न अस्य प्रसक्तिः नास्ति इति अस्ति चेत् इको एनचि एव कार्यं करोति समीचीनं तद् उत्सर्गसूत्रस्य एव कार्यं तत्र तत्र अचिष्णु इत्यस्य अवसरः एव अचिष्णु धातुब्रुवाङ् युवरियङ्गौ इत्यस्य सारदत्कलकारस्य तर्हि आहत्य केषु धातुगणेषु प्रसक्तिः भवति इति प्रश्नः तदपि पठित्वा समापयामः अरुणा भगिनी पठति वा आं भगिनि सुधादिगणे भगिनि अत्र क्षम्यताम् आम् अत्र अन्तिमगणमस्ति 262 गणपाठे शुक्नादिगणमस्ति ओ 262 बहूनि 262 गणपाठे अन्तिममस्ति अन्तिममस्ति शुभ्नादिगणमस्ति बहूनि सन्ति अस्तु अहं पश्यामि महोदय धन्यवादः आं भगिनि अचिष्णुधातु ब्रुवां युवो युवाङ्गौ इत्यस्य सार्वधातुकलकारेषु तर्हि आहत्य केषु धातुगणेषु प्रसक्तिः भवति इति प्रश्न उत्तरमस्ति तदादिगणे री योगः आ अतिष्णुधातु ब्रुवां युवो युवाङ्गौ इत्यनेन इयं रे रे प्रकार इय अकार योगति रियति इति रूपं भवति. अत्र धातु अच् अचुवर्णः अस्ति चेत् भगिनि तत्र इकारान्तधातुः रि इति इकारान्तधातुः अ इति अस्माकं श तुदादिगणे तुदादिगणेभ्यः श किल प्रत्ययः विकरणप्रत्ययः अतः तद् विकरणप्रत्ययः तु अपित् अस्ति. अजादिकित्तिङित् प्रत्यये परे एव अचिष्णुधातु ब्रुवाम् इत्यस्य प्रसक्तिः अतः तस्य प्रसक्तिः. अजादिकित्तिङित् नास्ति चेत् गुणः तु भवति एव. यदा भुवादिगणः इति चिन्तयतु तत्र इकारान्तधातुः अस्ति चेत् अनन्तरम् अस्माकं शप् इति विकरणप्रत्ययः तत्र तु गुणः भवति किल अत्र न भवति. अन्य उदाहरणं गुधातु गुयोः ष विकरणप्रत्ययः गुयोः आ अचिष्टधातु ब्रुवं युवो युवाङ्गौ इति सूत्रेण उवङ् आदेशः आगच्छति. गु युग उ युव आ गुव युगति गुवति इति रूपम् अत्र प्रथमं व्रीकारान्त गु इति उकारान्त ततः उवङ् आदेशः भवति. अदादिगणे इङ् अध्ययने अदि युव इ आते अचिष्णुधातु ब्रुवां युवो युवाङ्गौ इत्यनेन इयङ् अधियुग इ युग अते अधीयते रूपमस्ति. तदेव यु युगः अन्ति धातु यु उकार धातु अन्ते अस्ति. अचिष्टुधातु ब्रुवां युवो युवाङ्गसूत्रेण उवङ् आदेशः भवति. या युगः उ युगः अन्ति युवन्ति. स्वादिगणे षक् युगः स्नु शक्नु शक्नु अन्ति. अचिष्टुधातु ब्रुवां युवो युवाङ्गौ इत्यनेन उवङ् शक्न उ अन्ति शक्नुवन्ति. जुहोत्यादिगणे ह्री ह्री धातु द्युत्तमं भवति. जिह्रि योगः अति अचिष्णुधातु ब्रुवां युवो युवाङ्गौ इत्यनेन इयङादेशः जिह् योग इय अति जिह्रियति इति रूपं भवति. अतः सुदादिगणे यत्र विकरणप्रत्ययः साक्षात् अपित् अस्ति तत्र अचिष्णुधातु ब्रुवाम्. अनन्तरम् अधादिगणे तत्र विकरणप्रत्ययस्य तु लुक् भवति परन्तु कित्तिङित् प्रत्ययः परः साक्षात् परः कित्तिङित् प्रत्ययः अस्ति इति कृत्वा अधादिगणे. स्वादिगणे तु अचिष्णु इति श्नु प्रत्ययान्तमङ्कम् इति साक्षात् दत्तमस्ति अतः तस्य प्रसक्तिः. जुहोत्यादिगणे पुनः तत्र अति इति कित्तिङित् प्रत्ययः साक्षात् परः अस्ति इति कृत्वा तत्रापि प्रसक्तिः. अतः चतुर्षु गणेषु अचिष्णु धातु ब्रुवाम् इत्यस्य प्रसक्तिः. अग्रे अपि पठतु भगिनि. एकः अन्तिमप्रश्नः उदेति केचन उकारान्तदातवः सन्ति येषाम् उवङ् आदेशो न दृश्यते एव सार्वधातुकलकारेषु तत् किमर्थं. केचन उकारान्तदातवः सन्ति येषाम् उवङ् आदेशः न दृश्यते एव सार्वधातुकलकारेषु तत् किमर्थं. यदा भूधातु ओके भुवादिगणे तस्य उवङ् प्रसङ्गः न एव नैव आयाति सार्वधातुकलकारेषु एतावता कारणं प्रायः जानाति. अत्र विकरणप्रत्ययः शप् पित् अस्ति. सार्वधातुकलकारेषु शप् सर्वदा आयाति. अतः धातौ साक्षात् अजादिखित् नित् प्रत्ययेन सह सम्पर्कः न कदापि भवति. वयमपि चर्चितवन्तः भुवादिगणे उकारान्तधातु विषये अतिष्णुधातुपूर्वं प्रसक्ति नास्ति. किमर्थम् इत्युक्ते विकरणप्रत्यय शप् आगच्छति. शप् अस्ति, पित् अस्ति, ततः कित् नास्ति, नित् नास्ति, ततः सार्वधातुकलकारेषु गुणः भवति. तदेव तदर्थं शप् इति पित् अस्ति, ततः अजिष्टधातुपूर्वं प्रसक्ति नास्ति. भूयोगः शप्, भूयोग आ गुणः भवति सार्वधातुकार्धधातुकसूत्रेण. भूयोग आ यचो यावत् भुयोग औ योगाः भव अन्ति भवन्ति इति रूपम्. अत्र भू अन्ति इत्यनयोः साक्षात् सम्पर्कः नास्ति, अतः उवङ् आदेशस्य अवसरः न प्राप्यते. अन्ति अन्यादि अपीत्, परन्तु भू अन्ति मध्ये विकरणप्रत्ययः अस्ति, ततः साक्षात् नास्ति. एवमेव भुवादिगणे षड्विंशति धातवः अन्ये इकारान्तः, ईकारान्तः, उकारान्तः, ऊकारान्तः च धातवः सन्ति. भूधातुरिव तेषाम् इगन्तस्य गुणः भवति, यस्मात् अजादिकित् नित् प्रत्ययेन सह सम्पर्कः न कदापि भवति. परन्तु आददातकलकारेषु च आददातकप्रत्ययकृत् आददातुककृत् प्रत्ययेषु च येषाम् इयङ् उवङ् इत्यनयोः अवसरः अर्हः. अग्रे गत्वा यदा आददातुकप्रकरणं कृत् प्रकरणं च कुर्मः तदा द्रक्ष्यामः. वयं अधुना सार्वधातुकप्रकरणे एव वयं पठितवन्तः, परन्तु आददातुकलकारेषु आददातुककृत् प्रत्ययविषयेषु प्रक्रियेषु इयङ् उवङ् आदेशः प्रसक्तिः आगच्छति. तदं पुनः अग्रे पश्यामः. इति इकारान्तानाम्, उकारान्तानां च धातूनाम् अङ्गानां च अजादि अपित्सु समग्रं चिन्तनं समाप्तम्. समीचीनं भगिनि. अतः यत्र आर्धधातुकप्रक्रिया पश्यामः, तत्र पुनः अचिष्णु इत्यस्य प्रसक्तिः आगच्छति, तत्र पुनः पश्यामः इत्येव चिन्तनम्. अतः अन्तिम अपि उ अस्ति, परन्तु यत्र गुणः भवति तत्र सूत्रद्वयेन भवति, अत्र साक्षात् आदेशः करोतु पाणिनि. अत्र आर्धधातुकशेषक इति सूत्रं कार्यं करोति खलु भगिनि? न न न, तद् भिन्नं भगिनि, तद् भिन्नम् एतद् भिन्नं. अस्तु, अतः एषः पाठः समाप्तः. अग्रिमसप्ताहात् आरभ्य धातुपाठे हल्सन्धिः इति पश्यामः. अस्तु भगिनि, किं भगिनि? भगिनि, दिवादिगणे किमत्र न अत्र न उक्तम्? अत्र दिवादिभ्यः श्यन् किल, तत्र षकार नकारयोः अनुबन्धलोपानन्तरं यकारः अवशिष्यते, तत्रापि नास्ति. यकारः इति आगच्छति किल, यदा भुवादिगणः तादृशमेव तत्रापि कार्यं भवति. रुदादिगणः वयम् एतावता न दृष्टवन्तः, तत्र तु सर्वे धातवः अलन्ताः एव, अतः तत्र तु अस्य अवसरः एव न भवति. उकारान्त ईकारान्तधातुः एव नास्ति, सर्वे अलन्तदातवः. अस्तु अस्तु, विरमामः. धन्यवादः भगिनि. धन्यवादः भवान्. शुभरात्रिः भगिनि.